सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति अष्टाध्याय्यां सूत्राणां बलाबलचिन्तनम् इति विषये अभ्यासः प्रवर्तमानः अस्ति। तत्र अस्माकं पुरतः त्रीणि उदाहरणानि वासुदेव महोदय नमस्कारः। तत्र शक्नुयोगः अन्ति, चिनुयोगः अन्ति, कुरुयोगः अन्ति इति त्रीणि उदाहरणानि सन्ति। श्रूयते खलु? श्रूयते भगिनि, किञ्चित् मन्दमस्ति। मन्दमस्ति वा? किमर्थम्? अधुना समीचीनमस्ति भगिनि, मम कृते तु समीचीनम्। मम कृते समीचीनमस्ति, मम अपि अस्तु। तर्हि इदानीं त्रीणि उदाहरणानि सन्ति, शक्नुयोगः अन्ति, चिनुयोगः अन्ति, कुरुयोगः अन्ति इति त्रीणि उदाहरणानि। तत्र किञ्चित् बलबलचिन्तनं कुर्मः। तत्र अस्माभिः तत्र सूत्राणि पठितानि पूर्वं, किञ्चित् तत्र पुनस्मरणं कुर्मः। इको एनचि इति सूत्रस्य तत्र सूत्रार्थः कः इति उमा भगिनी वदतु। इकोयनचि अत्र इकः स्थाने यण् आगच्छति, सिवु योगः न इति इत्यस्य उदाहरणे उकारस्य स्थाने यणादेशः भव बकारः आगच्छति। सो सि व न सि सिव् न इति आगच्छति। किमर्थं भवती शिवयोगः न इति उदाहरणं स्वीकरोति? शिवयोगः तत्र तत्र भवतु, परन्तु तत्र सरल उदाहरणं स्मर्तव्यं। सूत्रस्य कृते किमपि तत्र सरलम् उदाहरणं वदतु। अत्र करपत्रस्य परतः न इकोयडचि इति सूत्रार्थः कः इति वदतु। ओके ओके, इको एनचि इति सूत्रस्य अर्थः इकः स्थाने यणादेशः भवति। इकः इ ऋल् ऋ एतानि वर्णानि अच्वर्णानि इकः अस्ति, तस्य स्थाने य व र ल आगच्छति। आगच्छति अचिपरे, अचिपरे इति निमित्तमस्ति। समीचीनं समीचीनम् अस्तु। इदानीम् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रार्थः तत्र लक्ष्मीभगिनी वदतु। आं भगिनि, अचिष्णुधातु ब्रुवां युवोर् यङ् वङ्गौ इति सूत्रं वदति, यत्र इकारान्त न चेत् उकारान्तधातुः परे अथवा भ्रु इति प्रातिपदिकात् परे अथवा श्नु इति प्रत्ययेन सह यत् धातुः अस्ति ततः परे, यत् अङ्गमस्ति ततः परे अजादिप्रत्ययः अस्ति चेत् तत्र इकारस्य स्थाने इयङ् इति आदेशः, उकारस्य स्थाने उवङ् इति आदेशः भवति इति एतत् सूत्रं वदति। निमित्तं किम् अत्र? अजादिप्रत्ययः, अपित् अजादिप्रत्ययः इति फलितार्थः अपि इति अर्थः अपि अस्ति। समीचीनं। तर्हि इदानीम् अस्माकम् इदानीम् अस्माकम् उदाहरणेषु तत्र किमस्ति? अस्माकम् उदाहरणेषु अत्र शक्नु योग अन्ति इति अस्ति, तत्र उकारः अन्ते वर्तते इति कृत्वा अत्र उकारान्तधातुः अस्ति, अतः अत्र एकक्षणम् एकक्षणम् एकक्षणं, शक्नु इति उकारान्तधातुः अस्ति वा? न न न, क्षम्यतां, तत्र श्नु प्रत्ययाङ्ग अस्ति। श्नु प्रत्यान्तम् अङ्गमस्ति. तर्हि अस्माकम् इदानीम् अस्माकम् उदाहरणेषु श्नु प्रत्यान्तम् अङ्गमस्ति चेत् श्नु प्रत्यान्तस्य अन्ते उकारः अस्ति इति कृत्वा उकारस्य स्थाने वङ् आदेशः भवति अजादिप्रत्यये परे. तर्हि शक्नुयोगः अन्ति इत्यत्र शक्नु इति उकारान्तधातुः नास्ति, उकारान्तम् अङ्गम् अस्ति, परन्तु तत्र अचिष्णु धातु ब्रुवां युवर् इयङ् वङ्गौ इति सूत्रे इकारान्त उकारान्तधातुरूपी अङ्गम् इति भिन्नवार्ता अस्ति. यत्र केवलं धातुः इकारान्तः उकारान्तः अस्ति तस्य साक्षात् अनन्तरम् अजादिप्रत्ययः अस्ति, तत्र भिन्नवार्ता अस्ति. इदानीम् अत्र अस्माकं पुरतः श्नुप्रत्ययान्तम् अङ्गं यस्य अन्ते श्नुप्रत्ययः अस्ति तत्र उकारस्य स्थाने वङ् आदेशः भवति अजादिप्रत्यये परे. शक्नु इत्यत्र उकारः उवङ् इत्यस्य उकारः, तस्य स्थाने उवङ् अन्ति इति अजादिप्रत्ययः अस्ति इति अत्र अस्माकं पुरतः वार्ता अस्ति खलु. अस्तु, इदानीं गोमती भगिनी, उष्णोः सार्वधातुके इति सूत्रार्थः कः? वदामि भगिनि, उष्णुवोः सार्वधातुके इति सूत्रं, तत् सूत्रम् अङ्गस्य अधिकारे अस्ति, अतः अङ्गकार्यं भवति. अत्र हु इति धातु अथवा श्नु प्रत्ययान्त अङ्गम् अस्ति चेत् अनन्तरं क्षम्यतां भगिनि, क्षम्यताम्. हू धातु अथवा श्नु प्रत्ययान्त अङ्गम् अस्ति चेत् सार्वधातुके प्रत्यये परे अचि प्रत्यये परे हू श्नु तत्र अङ्ग हू धातोः उकारस्य यण आदेशः भवति, श्नु इति प्रत्ययान्त अङ्गस्य उ इत्यस्य यण आदेशः भवति. परन्तु अचि सार्वधातुके पूर्वम् असंयोगपूर्व उकारम् उकारः भवति भवेत् इति अपि अस्ति उष्णोः सार्वधातुके. अनेका च अपि भवति श्नु प्रत्ययान्त अङ्गम्, श्नु प्रत्ययान्त अङ्गम् अनेका च भवति, असंयोगपूर्ववर्णः भवति तस्य पूर्वम्, अनन्तरं परे अचि सार्वधातुके प्रत्यय भवेत् इति येन आदेशः भवति उकारस्य स्थाने. अनेकात् श्नुप्रत्यान्तमङ्गं कीदृशश्नुप्रत्यान्तमङ्गम् इति चेत् असंयोगपूर्वः श्नुप्रत्यान्त अङ्गस्य अन्ते उकारः अस्ति, सः उकारः कीदृशः इति चेत् असंयोगपूर्वः, इत्युक्ते उकारात् पूर्वं संयोगः न स्यात्, व्यञ्जनयोः संयोगः न स्यात्. तर्हि उकारात् पूर्वम् एकः हल् वर्णः एकः अच् वर्णः स्यात्, तादृशसन्दर्भे उकारस्य स्थाने यणादेशः भवति अजादि सार्वधातुकप्रत्यये परे इति खलु. आं भगिनि, भगिनि मम एकः प्रश्नः अस्ति तत्र तत्र किमर्थं यण् इति उक्तं, तत्र वकारः किमर्थं न उक्तं? स्थानेन्तरतमः इत्यनेन तत्र उकारस्य स्थाने वकारः एव भवति किल? उकारस्य स्थाने वकारः एव भवति, परन्तु वकारः इदानीं उष्णोः सार्वधातुके इति अनन्तरं वकारः इति वक्तव्यं चेत् तर्हि तत्र एकमात्रा अधिकं भवेत् खलु. इदानीं यण् इति कुतः आगच्छति? इणो यण् इति सूत्रात् यण् इत्यस्य अनुवृत्तिः अस्ति अत्र. पूर्वस्मात् सूत्रात् यण् इत्यस्य अनुवृत्तिः अस्ति, तस्मिन्नेव लाघवम् यद्यपि हा यद्यपि यण् इति चत्वारः वर्णाः सन्ति, स्थानेन्द्रगमः इत्यनेन तत्र एकः एव वर्णस्य आदेशः भवति इति वयम् अवगन्तुं शक्नुमः वा? तत्र वयम् अवगन्तुं शक्नुमः, क्लेशः नास्ति. ततः तत्र यण् इति वदामः चेत् क्लेशः एव नास्ति. अस्तु अस्तु, इदानीं तर्हि तत्र सार्वधातुकार्धधातुकयोः इति सूत्रार्थः अत्र कः वदति? विनयमहोदय वदति वा सार्वधातुकार्धधातुकयोः इत्यस्य सूत्रार्थः? आं भगिनि, सार्वधातुक आर्धधातुक अपि च एगन्त एक गुणः भवति, अतः एकः प्रत्याहारः अस्ति, एक अन्तर्भूतः एक अन्तर्भूतः गुण भवति, गुण भवति यदि अङ्गस्य गुणः, अङ्गस्य गुणः भवति सार्धातुक आर्धातुकयोः. अतः सार्धातुक अपि च आर्धातुक व्यवस्थायां गुण भवति, एकस्य गुण भवति यथा इ उ रियल् रि अथ ए ओ अर् इत्यादि भवति. अत्र सार्धातुक आर्धातुकयोः कर्तृशप् कर्तृशप् उपरान्त आयाति, अतः कर्तृशप् अपि च सार्धातुक आर्धातुकयोः सम्बन्धः अहं यु नो सम्यक्तया न जानामि, परन्तु सम्बन्धः अस्ति. इदानीं सम्बन्धः इदानीं मास्तु, अत्र सूत्रार्थः कः इति उक्तं भवता, सार्धातुक आर्धधातुकयोः इति सूत्रार्थः उक्तः, तत्र सम्बन्धः कः इति अग्रे पश्यामः. शक्नुयोगः अन्ति इति स्वीकृत्य पश्यामः सम्बन्धः कः इति. इदानीं सार्वधातुकार्धधातुकयोः इति सूत्रं परिचितमस्ति, इगन्ताङ्गस्य इकः भवति सार्वधातुके अर्धधातुके च परे इति सूत्रार्थः. समीचीनम्. अस्तु, इदानीम् अग्रे तिङ्क्षित् सार्वधातुकम् इति तु वयं जानीमः एव, यः प्रत्ययः तिङ् अथवा षित् अस्ति सः प्रत्ययः सार्वधातुकः इति वयं सार्वधातुकप्रत्ययः इति वयं जानीमः. अपि च तत्र सार्वधातुकम् अपित् इति सूत्रार्थः अत्र कः? सूर्यकुमारी भगिनी वदति वा सार्वधातुकम् अपित्? आं भगिनि, सार्वधातुकम् अपित् सूत्रेण सार्वधातुकप्रत्यय अपि पित् नास्ति चेत् गुण न भवति, सार्वधातुकमपित् निद्वत्येव भवति. गुण न भवति इति भिन्नवार्ता. अत्र सूत्रार्थः कः इति पृच्छामः चेत् तत्र केवलं तावदेव वक्तव्यं, सार्वधातुकप्रत्ययः अपित् अस्ति चेत् निद्वत् भवति इति तावदेव. तर्हि भवती परिणाममपि उक्तवती, परन्तु सूत्रार्थः तावदेव अस्ति खलु? आं भगिनि. तर्हि किनिति च इति सूत्रस्य अर्थः कः? निति च नित् अस्ति चेत् गुण न भवति, वृद्धिः न भवति. किमस्ति? इक अस्ति चेत् गुण अपि वृद्धिः अपि न भवति. कदा न भवति भगिनि? कदा न भवति? गित् कित् नित् इति उक्तं, तत्र किं भवेत् कित् गित् नित्? अन्यकार्य भवति, इक अस्ति चेत् गुण न भवति. सप्तम्यन्तम् अस्ति खलु? ओ, कित् गित् नित् इत्युक्तं, तर्हि किं भवेत् अत्र कित् नित् गित् किं भवेत्? आदौ न भवेत्. सप्तम्यन्तं किं भवति? प्रत्ययः भवेत् वा? प्रत्ययः इत्सम्यकः प्रत्यये इत्सम्यकवर्णाः ककारः आदौ ककारः गकारः अथवा ङकारः आदौ भवति चेत् तत्र भवति इति नास्ति इति सप्तम्यन्तमस्ति आदौ भवति इति कुत्र लिखितमस्ति प्रत्यये कुत्रचित् अपि भवेत् एवं वा ओ कुत्रचित् अपि भवेत् आदौ एव इति नास्ति प्रत्यये ककार गित् कित् नित् प्रत्यये कुत्रचित् अस्ति चेत् प्रत्यये तदानीं प्रत्ययः कित् इति वदामः खलु प्रत्ययः गित् इति वदामः नित् इति वदामः तर्हि तादृशप्रत्ययः अस्ति चेत् इगन्ताङ्गस्य गुणः वृद्धिः न भवति कित् गित् नित् तर्हि सामान्यतया सार्वधातुकप्रकरणे नित् प्रत्ययः एव वयं पश्यामः कित् इति नास्ति सार्वधातुके केवलम् आर्धधातुकेषु कित् पश्यामः सार्वधातुके नित् इति प्रत्ययः वयं पश्यामः तत् तदेव अपित् प्रत्ययः निद्वद् भवति इति कृत्वा नित् इति वयं स्वीकुर्मः बुद्धं खलु भगिनि भगिनि यस्मिन् विधि तदादौ अल् ग्रहणे इति परिभाषासूत्रमस्ति खलु तत्र अल् वर्णः अस्ति वा नास्ति अत्र अल् वर्णः नास्ति अत्र इत्संज्ञकस्य विषयः खलु अस्तु अस्तु अतः तत्र इत्संज्ञकवर्णः आदौ एव भवेत् इति नास्ति अस्तु इदानीं निङ् इति प्रत्ययः अस्ति निङ् इति प्रत्ययः निच् इव अस्ति निङ् इति प्रत्ययः निङ् प्रत्ययः नित् अस्ति वा नास्ति वा अस्ति अस्ति अस्ति खलु तत्र नकारः अन्ते अस्ति खलु तदानीमपि णित् अस्ति खलु णित् अपि अस्ति णकारः अपि अस्ति अपि च कवर्गस्य पञ्चमवर्णः अपि अस्ति तर्हि णित् इति अपि वदामः कवर्गस्य पञ्चमवर्णः णित् इति अपि वदामः खलु अतः आदौ एव भवेत् इति नास्ति नियमः अस्तु परे अङ्गस्य पर भवति चेदेव तर्हि प्रत्यये भवेत् कित् गित् नित् इति प्रत्यये भवेत् प्रत्यये भवति चेत् तदानीम् इकः गुणः वृद्धिः न भवति इति सूत्रार्थः अस्तु समीचीनम् इदानीं सूत्राणां पुनःस्मरणं सञ्जातं तर्हि इदानीं शक्नुयोगः अन्ति शक्नुयोगः अन्ति इति पश्यामः तत्र आरम्भतः वक्तव्यं तत्र अन्ति इति प्रत्ययः कथं निष्पन्नम् इति कोऽपि वदतु तत्र कः वदति अरविन्द महोदय वदतु अन्ति इति प्रत्ययः कथं निष्पन्नम् अन्ति इति झ बहुवचन प्रथमपुरुष बहुवचनस्य आदेशः भवति अन्त् इति झोन्द इति सूत्रेण तस्य इकारयोजनेन अन्ति इति रूपं सिद्ध्यति सत्यं तस् झि झि इति प्रत्ययस्य झोन्तः इति सूत्रेण झकारस्य स्थाने अन्त् इति आदेशः भवति अतः अन्त्योगः इ अन्ति इति सिद्धप्रत्ययः बहुवचनान्तप्रत्ययः अन्ति इति प्रत्ययः बहु समीचीनम् अत्र एवमेव तत्र प्रसङ्गः अस्ति इति किञ्चित् वदामि अत्र झोन्तः इत्यस्य विषये शास्त्रीयविनोदः अस्ति तर्हि तत्र कश्चन बालकः आसीत् सः गुरुकुले पठन्ति स्म सः एकदा तत्र परीक्षा आसीत् परीक्षायां झोन्तस्य अर्थः कः इति प्रश्नः आसीत् सः बालकः सः न जानाति झोन्तः इत्यस्य कः अर्थः इति तथापि तस्मिन् पाण्डित्यम् आसीत् तर्हि किम् उक्तवान् इति चेत् अझोन्तस्यापि झोन्तत्वे घटः किं न पटायते इति उक्तवान् इत्युक्ते अझोन्तस्यापि झोन्तत्वे घटः किं न पटायते इत्युक्ते यदि झोन्तः इत्यस्य अझोन्तः इति अर्थः स्यात् कदाचित् तर्हि घटः इत्यस्य पटः इति अपि अर्थः भवेत् इति सः उक्तवान् अतः ज्योन्तः इत्युक्ते ज्योन्तः एव तत् समीचीनमेव इति तादृशं किमपि उत्तरं दत्तवन्तः ज्योन्तस्य अर्थः ज्योन्तः एव इति समीचीनमस्ति इति तत्र विनोदः इत्युक्ते तत्र सः ज्योन्तः इत्यस्य कः अर्थः इति न जानाति अतः न जानामि इति वक्तुं न इच्छति अतः अजोन्तस्य ज्योन्तत्वम् इति नास्ति यथा तथा अस्ति तर्हि घटः अपि पटः भवति इति तादृशं किमपि उक्तवान् अस्तु अस्तु समीचीनं बुद्धं खलु विनोदः अवगतः वा आं भगिनि आं भगिनि समीचीनं तर्हि इदानीं शक्योगः अन्ति इत्यत्र क्रमेण तत्र कानि कानि सूत्राणि प्रसक्तानि भवन्ति इति शोभा भगिनी वदतु शक्नुयोगः अन्ति वा भगिनि इद आरम्भतः वदतु शक् इति दातुं स्वीकृत्य वयं किं कुर्मः इदानीं बहुवचनस्य विवक्षा अस्ति तर्हि किं कुर्मः बहुवचनस्य विवक्षा अस्ति चेत् तत्र शक् इति धातु स्वीकृत्य बहुवचने तत्र झि इति प्रत्ययः प्रत्ययस्य प्रसक्तिः भवति अपि च तत्र शक् इति धातुः स्वादिगणे स्वादिगणीयधातुः तत्र श्नु इति आगतं तत्र स्वादिगणीयधातुः खलु हा स्वादिगणीयधातुः अतः शक् योगः श्नु इति विकरणप्रत्ययः आगच्छति योगः झि इति भवति बहुवचनान् हा इदानीम् एकक्षणं भवती किम् उक्तवती शक् योगः श्नु योगः झि इति उक्तवती तर्हि श्नु इति प्रत्ययः केन सूत्रेण आगच्छति तत्र कर्तरि शप् इत्यनेन प्रथमं शप् इति इत्यस्य प्रसक्तिः तद् प्रबाध्य श्नु इति प्रत्ययः स्वादिगणे आगच्छति स्वादिभ्यः श्नु इति सूत्रेण बहु समीचीनं कर्तरि शप् इति सूत्रं प्रबाध्य श्नु इति प्रत्ययः आगच्छति परन्तु श्नु इति प्रत्ययस्य निमित्तं किम् ओ श्नु इति प्रत्ययस्य निमित्तं वा कर्तरि शप् इत्यस्य निमित्तं किम् सार्वधातुके परे सार्वधातुके कर्त्रर्थके सार्वधातुके परे कर्तरि शप् इत्यस्य प्रसक्तिः प्रथमं भवति हा इदानीं शक्योगः झि इति प्रत्ययः झि इति प्रत्ययः सार्वधातुकः अस्ति वा तत्र झि इति प्रत्ययः सार्वधातुकप्रत्यय अस्ति समीचीनं सार्वधातुकप्रत्ययः अस्ति अपि च कर्त्रार्थे अपि अस्ति वा कर्त्रार्थे अपि अस्ति कर्त्रार्थे अपि अस्ति तर्हि तत्र कर्तरि शप् इति एकं सूत्रमस्ति स्वादिभ्यः श्नु इति एकं सूत्रमस्ति अन्यत् किं भवितुमर्हति तत्र शक्योगः श्नुयोगः झि इत्यत्र अन्यत् किं भवति इति वा तत्र इदानीं झि इत्यस्य विषये चिन्तितं खलु हा झि इति अधुना तत्र प्रक्रियायाः विषयं वा भगिनि झि इत्यस्य झि इत्यस्य हा प्रक्रियायाम् अत्र कानि सूत्राणि प्रसक्तानि इत्यस्मिन् सन्दर्भे शक् इति धातुं स्वीकृत्य यदा लट् लकारः विधीयते तदानीं लटः स्थाने तिङ् प्रत्ययः आयन्ति खलु लस्य इति सूत्रेण तर्हि तत्र झि इति प्रत्ययः आगतः शक्योगः झि इदानीं झि शक्योगः झि इति सन्दर्भे भवती उक्तवती कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति स्वादिभ्यः श्नु इति सूत्रस्य प्रसक्तिः अस्ति अपि च झि इत्यस्य स्थाने आदेशः भवितुमर्हति खलु झि इत्यस्य स्थाने तत्र झोन्तः इति सूत्रस्य अपि प्रसक्तिः भवति अधुना इति त्रीणि सूत्राणि तर्हि इदानीं वदतु त्रिषु सूत्रेषु किं सूत्रं प्रथमं कार्यं करोति अस्तु तत्र प्रथमं कर्तरि शप् इति कार्यं करोति तत्र संख्या संख्यानुसारं भवति वा भगिनी? तत्र झोन्तः इति इत्यस्य कार्यं तु भवति एव. झोन्तः इति सूत्रस्य निमित्तं किम् अस्ति? झोन्तः इत्यस्य कृते प्रत्ययस्य झकार अवयवस्य स्थाने अन्त आदेशः भवति इति. प्रत्ययस्य झकार इति अवयवं भवनीयम् इति सूत्रस्य निमित्तं अङ्गस्य प्रत्ययस्य झः अन्तः इति. तत्र भगिनी समीक्ष्य न जानामि, क्षम्यताम्. एतावता यद्भवती उक्तवती तत्सर्वं बहु समीचीनं. कर्तरि शप् इति एकं सूत्रमस्ति, स्वादिभ्यः श्नु इति एकं सूत्रमस्ति, झोन्तः इति एकं सूत्रमस्ति. त्रीणि सूत्राणि सन्ति. तर्हि इदानीं कर्तरि शप् अपि च स्वादिभ्यः श्नु अपि च झोन्तः एतेषां सर्वेषां कार्यक्षेत्रं समानमस्ति वा, कार्यस्थलं समानमस्ति वा? नास्ति, नास्ति. कार्यस्थलं समानं नास्ति. तत्र झोन्तः इति तु तस्य झी स्थाने अन्तादेशः, झकारस्य स्थाने अन्तादेशः भवति. श्नु अपि च शप् इति तु तत्र धातु प्रत्ययोः मध्ये आगच्छति खलु? इदानीम् अत्र पश्यतु, कर्तरि शप् अपि च स्वादिभ्यः श्नु इत्यस्य परनिमित्तम् अस्ति वा? कर्तरि शप् इत्यस्य परनिमित्तम् अस्ति सार्वधातुके परे इति अस्ति. झोन्तः इत्यस्य परनिमित्तम् अस्ति वा? झोन्तः इत्यस्य परनिमित्तं नास्ति. परनिमित्तं नास्ति खलु? तर्हि परनिमित्तं नास्ति चेत् तर्हि तत्र वयं किं चिन्तयामः? परनिमित्तं नास्ति चेत् तत्र अपरनिमित् भगिनी समीचीनम्. अपरनिमित्तम् इति सूत्रम् अपरनिमित्तकम् अन्तरङ्गम् इति भवति. बहु समीचीनम्, उत्तमं. तर्हि झोन्तः इति तत्र अन्तरङ्गसूत्रमस्ति खलु? तेन अन्तरङ्गसूत्रं भवति. बहिरङ्गं किम्? बहिरङ्गं तत्र यदि एतस्य परनिमित्तं नास्ति चेत् यस्य परनिमित्तम् अस्ति तत् बहिरङ्गं भवति. तत्र अतः तत्र कर्तरिषप् इत्यस्य परे सार्वधातुके परे इति अस्ति, तत् बहिरङ्गं भवति. समीचीनं, बहु समीचीनं. तर्हि इदानीं झी झोन्तः इति सूत्रं तत्र तस्य परनिमित्तं नास्ति, प्रत्यादेशः अस्ति. कर्तरि शप् इत्यस्य परनिमित्तम् अस्ति, स्वादिभ्यः श्नु इत्यस्यापि परनिमित्तम् अस्ति. परनिमित्तं सार्वधातुके परे, कर्तरार्थे सार्वधातुके परे इति परनिमित्तम् अस्ति. झोन्तः इत्यस्य परनिमित्तं किमपि नास्ति इति कृत्वा अन्तरङ्गम्. अतः आदौ वयं झोन्तः इति सूत्रस्य कार्यं कुर्मः. तस्य किं भवति? तत्र झोन्तः इति यत्र झी इति प्रत्ययः अस्ति, झकार अवयवस्य स्थाने अन्तादेशः भवति इति सूत्रं वदति. अतः तत्र झी इत्यस्य ई स्थाने अवयवस्य स्थाने अन्त् इति आदेशः भवति. अतः अधुना झकारयोगः ई इत्यस्य झकारयोगः अन्त् इति भवति. कस्य स्थाने अन्तादेशः? अस्तु एकक्षणं भगिनि, तत्र झायोगः इ इत्यनेन झा स्थाने अन्तादेशः, क्षम्यताम्, अन्त् झा स्थाने अन्तादेशः. अतः अन्त् योगः इ भवति, अन्ति इति अन्तिमरूपं निष्पन्नं भवति. बहु समीचीनं, बहु सम्यक्. तर्हि शक् योगः अन्ति, शक् योगः झी इति प्रत्ययः, तस्य स्थाने झोन्तः इत्यनेन अन्तादेशः, अतः शक् योगः अन्ति इति तावत् सिद्धं. बहु समीचीनम्, अस्तु, धन्यवादः. इदानीं धन्यवादः भगिनि. विजयलक्ष्मी भगिनी, भवती वदतु, शक् योगः अन्ति इत्यत्र भगिनी उक्तवती कर्तरीशप् अपि च स्वादिभ्यः श्नु पुत्रद्वयं प्रसक्तमस्ति, तर्हि अत्र किं तत्र बलाबलचिन्तनं किं भवति? कस्य कस्य भगिनि स्वादिभ्यः कर्तरीशप् अपि च स्वादिभ्यः श्नु? कर्तरीशप् तु उत्सर्गसूत्रमस्ति, स्वादिभ्यः श्नु इति स्वादिगणे एव कार्यं करोति इति तस्य कार्यक्षेत्रम् एतस्य कार्यक्षेत्रे अन्तर्भवति इति कृत्वा स्वादिभ्यः श्नु अपवादसूत्रं भवति, अतः स्वादिभ्यः श्नु इत्येव आयाति. बहु समीचीनं, तथैव. तर्हि किं भवति? तर्हि श्नु इति प्रत्ययः धातु अनन्तरम् अन्ति इत्यस्य मध्ये आयाति. तत्र षकारः इत् सम्यकः अस्ति, सार्वधातुकप्रत्ययः अस्ति, केवलं नु इति एव तिष्ठति. शक् योगः नु योगः अन्ति इति भवति. तत्र बहु समीचीनं, शक् योगः नु योगः अन्ति. इदानीं तत्र नु इति विकरणप्रत्ययः अस्ति. नु इति विकरणप्रत्ययः कीदृशः? नु इति विकरणप्रत्ययः अपित् अस्ति, सार्वधातुकम् अपित्. सार्वधातुकप्रत्ययः अस्ति. किमर्थं सार्वधातुकः? आदौ षकारः इत् सम्यकः आसीत् खलु, तद् इदानीं तु इत् सम्यक् अस्ति इति कृत्वा तस्य लोपः अभवत्, परन्तु सार्वधातुकसम्यकः अस्ति, अतः अपित् अपि अस्ति, अतः तत्र गुणस्य प्रसक्तिरपि नास्ति, परन्तु भवति चेदपि गुणः न भवति. समीचीनं, तर्हि तत्र नु इति प्रत्ययम् आश्रित्य शक् इति अङ्गे किमपि कार्यमस्ति वा? नास्ति, इगन्तम् अङ्गं नास्ति, उपादायामपि नास्ति, अन्ते अपि नास्ति, तत्र गुणस्य प्रसक्तिरेव नास्ति. समीचीनं, तर्हि शक्योगः नु तत्र किमपि कार्यं नास्ति चेत् वर्णमेलनं. तर्हि वर्णमेलनं कृत्वा किं भवति? शक्नु योगः अन्ति इति भवति. हा, अत्र शक्नु इति अङ्गं निष्पन्नम् इदानीं. प्रथमं शक् इति अङ्गमासीत्, नु इति विकरणप्रत्ययः आसीत्. विकरणप्रत्ययम् आश्रित्य किमपि अङ्गकार्यं भवति वा इति पश्यामः चेत् नास्ति किमपि कार्यम्, अतः केवलं वर्णमेलनं. तर्हि शक्नु इति अङ्गम् अस्ति अन्ति इति प्रत्ययस्य कृते. अस्तु, समीचीनं, धन्यवादः. इदानीं अरविन्द महोदय वदतु, शक्नु योगः अन्ति इत्यत्र कानि सूत्राणि प्रसक्तानि? शक्नु योगः अन्ति, अत्र उकारान्त इकन्दम् अस्ति, तदनन्तरम् अच् वर्णमस्ति इति प्रथमम् इको एनचि भवितुम् अर्हति. तदनन्तरं अचिष्णु धातु ब्रुवाम् इति स्नु अङ्गवां धातु अस्ति कृत्वा अचिष्णु इति सूत्रे स्नु इति उक्तत्वात् तस्य अपि प्रसक्तिः अस्ति. द्वयोः सूत्रयोः प्रसक्तिः अस्ति. तत् समीचीनं, बहु समीचीनम्. इकोयणचि इति सूत्रस्य प्रसक्तिः अस्ति. इकोयणचि इति सर्वसामान्यं सूत्रमस्ति, सर्वत्र तस्य बहुत्र तस्य कार्यं भवति. तर्हि शक्नु योगः अन्ति इत्यत्र इकोयणचि इति भवति चेत् किं भवति? इकोयणचि भवति चेत् उकारस्य यणादेशः भवति अचि परे. सत्यम्, उकारस्य वकारादेशः भवति. वकारादेशः भवति. तर्हि इदानीम् इकोयणचि अपि च अचिष्णु धातु ब्रुवाम् अनयोः कीदृशसम्बन्धः? एकस्मिन् स्थले उभयोः प्रसक्तिः अस्ति इति कृत्वा तुल्यबलविरोधः भवितुमर्हति. किन्तु अन्यत्र अन्यत्र लब्धावकाशमपि अस्ति. द्वयोः अस्ति वा अन्यत्र अन्यत्र लब्धावकाशः? आम्, इकोयणचि सर्वत्र अन्यस्थले अपि कार्यं कर्तुं शक्यते. अचिष्णुधातु बृहत् सूत्रे उक्त सूत्रस्य सम्पूर्णार्थं पश्यामः चेत् तस्यापि अन्यत्र लब्धावकाशमस्ति. हा, तत्रैव किञ्चित् चिन्तनीयम्. अत्र किञ्चित् चिन्तयामः. अचिष्णुधातु ब्रुवाम् इति सूत्रस्य कति कार्याणि सन्ति? अचिष्णुधातु ब्रुवाम् इति सूत्रस्य स्नु धातु ब्रुवाम् इति अन्य कार्यमस्ति. य व इति यकार वकार यो स्थाने इयङ् वङ् इति अचि परे अस्ति चेत् न यवो इकार उकार इकार उकार इवो इकार उकार स्थाने इयं उवङ् आदेशान् आदेशद्वयं भवितुम् अर्हति अचि परे. हा इति कृत्वा तत्र त्रीणि कार्याणि खलु, चत्वारि कार्याणि? चत्वारि कार्याणि अस्ति. स्नु धातुः ब्रू प्रातिपदिकं स्नु प्रत्यान्तम् अङ्गं स्नु धातु स्नु प्रत्यान्त अङ्गं धातु धातु अङ्गं ब्रू प्रातिपदिकम् इकन् इकारान्तम् उकारान्तम् एवं तयो आदेशद्वयं. तत्र श्नु धातुरूपी अङ्गम् इति न वक्तुं शक्यते, केवलं श्नु प्रत्यान्तम् अङ्गं. तत्र यदा धातुः अपि च श्नु प्रत्ययः अनयोः योजनं यदा भवति तदानीम् अङ्गसंज्ञा एव अस्ति, धातुसंज्ञा नास्ति तत्र. अतः श्नु धातु अङ्गम् इति न वक्तुं शक्यते. श्नु प्रत्यान्तम् अङ्गं श्नु प्रत्यान्तम् अङ्गम् इति एकं कार्यं, तत्र उवङ्गादेशः भवति. इकारान्त उकारान्त धातुरूपी अङ्गम् इत्युक्ते धातोः अन्ते एव इकारः अथवा उकारः अस्ति, अपि च ब्रूप्रातिपदिकं. तर्हि यदा वयम् अन्यत्र तत्र स्नु धातु इति उक्तत्वात् मया चिन्तनं भवति, धातुः इत्यस्य अन्वयः स्नु इत्यनेन नास्ति. स्नु इति तत्र सूत्रार्थः पश्यति चेत् तत्र तत्र पश्यतु, तत्र लिखितमस्ति, कुत्र लिखितं? तर्हि धातुः इत्येव अवशिष्यते यस्य कृते युवोः इति विशेषणं योग्यम्. तर्हि स्नु धातुः अनयोः सम्बन्धः नास्ति, धातुः इति विशेषणमस्ति युवोः इत्यस्य. अस्तु अस्तु, अवगतम्. तर्हि हा तर्हि इदानीम् अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति चिन्तनार्थम् अस्मिन् सूत्रे चत्वारि कार्याणि सन्ति. तेषां सर्वेषाम् अन्यत्र लब्धावकाशः भवेत् तदानीमेव तत्र अन्यत्र लब्धावकाशः अस्ति इति वक्तुं शक्यते. इदानीम् अस्माकं पुरतः इको एणचि इति एकं सूत्रमस्ति, अन्यत् सूत्रमस्ति अचिष्णु धातु ब्रुवां योर् इयङ् वङ्गौ. अस्मिन् सूत्रे श्नु प्रत्यान्तम् अङ्गम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा इति प्रश्नः. अन्यत्र लब्धावकाशं भवितुम् अर्हति, श्नु केवलम् अस्मिन् धातु केवलं नास्ति, अन्यधातु श्नु अस्ति चेदपि अन्यत्र लब्धावकाशं भवति अर्हति. अन्यत्र इत्युक्ते अन्येभ्यः धातुभ्यः यदा श्नु प्रत्ययः विधीयते तत्रापि अजादिप्रत्ययः अस्ति चेत् तत्र इकोयणचि इत्यस्य कार्यं नास्ति वा? तत्रापि इकोयणचि भवितुम् अर्हति. अन्यत्र लब्धावकाशः कुत्र अस्ति यत्र केवलम् अचिष्णु धातु ब्रुवाम् इति सूत्रस्य एव कार्यं यत्र भवति तादृशं कुत्र अस्ति स्थलम्? ब्रुवाम् प्रातिपदिकम् इति भिन्नः, ब्रुवाम् इति प्रातिपदिकं भिन्नः भिन्नः विषय भिन्नकार्यम् अस्ति. परन्तु श्नु प्रत्यान्तम् अङ्गम् इत्यस्य तादृशस्थलम् अस्ति वा यत्र केवलम् अचिष्णु धातु ब्रुवाम् इति सूत्रं कार्यं करोति? न, इत्युक्ते तत्र यत्र आगच्छति खलु. तर्हि किं वक्तव्यम् अत्र? तत्र अन्यत्र लब्धावकाशं नास्ति अचिष्णु धातु ब्रुवाम् योर् वाम् इति सूत्रस्य. तर्हि किं वक्तव्यं इकोयाचि कृते अन्यत्र लब्धावशमस्ति किन्तु तर्हि किं वक्तव्यं अशिष्णुदादब्रुवां युक्वयनचि स्तरे एव दृश्यते तस्य अपि प्रसक्ति तर्हि अन्यत्र लब्धावकाशः नास्ति चेत् किं वक्तव्यम् अन्यत्र लब्धावकाशः नास्ति चेत् तुल्यबलविरोधं नास्ति तुल्यबलविरोधः नास्ति समीचीनं तर्हि किं वक्तव्यं तदनन्तरं अचिष्णुदातु ब्रुवम् इति कीदृशसूत्रम् इदानीम् अत्र श्नुप्रत्यान्तम् अङ्गम् इत्यत्र कार्यं न करोति चेत् अन्यत्र तस्य लब्धावकाशः अस्ति वा अपवादं भवति न समीचीनम् अपवादसूत्रं भवति यतोहि यत्र यत्र श्नुप्रत्यान्तम् अङ्गं तस्य अनन्तरम् अजादिप्रत्ययः अस्ति तत्र एव तत्र श्नुप्रत्यान्तम् अङ्गम् इति दलस्य कार्यं भवति दलमित्युक्ते पेटल्स् खलु दलमित्युक्ते अस्मिन् सूत्रे कति दलानि सन्ति इति चेत् चत्वारि दलानि सन्ति चतुर्षु स्थलेषु कार्यं भवति श्नुप्रत्यान्तम् अङ्गं भ्रूप्रातिपदिकम् इकारान्त अङ्गम् उकारान्त इकारान्तधातुः उकारान्तधातुः सर्वत्र सूत्रस्य कार्यमस्ति तर्हि प्रत्येकं दलं हा प्रत्येकं दलस्य अवकाशः अस्ति वा नास्ति वा इति चिन्तनीयं तर्हि श्नुप्रत्यान्तम् अङ्गम् इति दलस्य अवकाशः अन्यत्र नास्ति खलु केवलं श्नुप्रत्यान्तम् अङ्गम् अस्ति चेदेव कार्यं करोति यत्र अजादिप्रत्ययः अस्ति अतः शक्नुयोगः अन्ति इति तादृशस्थलमस्ति अत्र कार्यं न करोति चेत् अन्यत्र अचिष्णुधातु ब्रुवाम् इति सूत्रस्य अवकाशः न लभ्यते श्नुप्रत्यान्तं दलस्य कृते अतः अपवादसूत्रमस्ति तर्हि तस्य कार्यमेव भवति अत्र तर्हि किं भवति इति कृत्वा उवङ् आदेशः भवति उकारस्थाने उकारं उकारस्य आदेशः भवति उवङ् इति आदेशः भूत्वा शक्नुवन् इति भवति नकारलोपानन्तरं शक्नुवन्ति इति रूपं भवति उवङ् इत्यत्र नकारस्य इत्संज्ञा अनन्तरं वकार उत्तरवर्ति अकारः उच्चारणार्थः तर्हि उव् इति अवशिष्यते तर्हि शक्नुव् उकारस्य आदेशः शक्नुव् योगः अन्ति शक्नुवन्ति खलु समीचीनं बहु समीचीनं सम्यक् भगिनी भवती तद् चित्रं यदा अहं कृतवती तत्समये वारणादाङ्गं बलीयः इति परिभाषा एकम् उक्तवती खलु परिभाषा एका तदपि अत्र वक्तव्यं वा तदपि वक्तुं शक्यते तदपि वक्तुं शक्यते तत्र यत्र एतादृशसम्बन्धः वक्तुं न शक्यते अपवादः इति तादृशं किमपि वक्तुं न शक्यते तत्र वारणादाङ्गं बलीयः इति अपि वक्तुं शक्यते वर्णकार्यस्य अपेक्षया अङ्गकार्यं बलवत् इति कृत्वा अपि अचिष्णुधातु ब्रुवाम् इति कार्यं करोति अत्र तु इतोपि पोषणं कुर्मः वयं किं वदामः इति चेत् अचिष्णुधातु ब्रुवाम् इति अत्र कार्यं न करोति चेत् अत्र तस्य अन्यत्र लब्धावकाशः एव नास्ति इति कृत्वा अपवादसूत्रमपि अस्ति तर्हि पूर्वपरिभाषया एव तस्य कार्यं सिद्ध्यति इत्युक्ते वर्णादङ्गं बलीयः इत्यस्य तादृशशक्तिः नास्ति इत्युक्ते अन्ततो गत्वा वयं तस्य प्रयोगं कुर्मः तर्हि आदौ तु पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तर बलीयः इत्यस्य एव प्रथमतया चिन्तनं कुर्मः यदि तस्य कार्यं न भवति तदानीम् अन्तरङ्ग तदानीं तत्र वारणादङ्गं बलीयः इति वक्तुं शक्यते तदपि समीचीनं तदपि वक्तुं शक्यते अस्तु इदानीं शक्नुवन्ति इति रूपं सिद्धमस्ति सर्वेषां कृते स्पष्टम् इति मन्ये इदानीं सर्वैः बुद्धं खलु प्रश्नः अस्ति वा अस्तु अस्तु तर्हि इदानीं क्षीयोगः अन्ति इत्यत्र वंशी भगिनी वदतु तत्र कानि चित्राणि प्रसक्तानि आं भगिनि प्रयत्नं करोमि क्षीयोगः अन्ति किल अस्तु चीयोगः अन्ति चोन्तः इत्यनेन चकारस्य स्थाने अन्त इति आदेशः भवति अस्ति अतः झि योगः अन्ति अस्ति तत्र झि इति सार्वधातुकप्रत्ययः अस्ति झि इत्यस्य स्थाने अन्ति इति प्रथमं कृतवती झोङ्क्तः अन्तरङ्गसूत्र बहिर् अन्तरङ्गसूत्रमस्ति किल तत्र तु अन्तरङ्गं बलवत् अस्ति अतः तेन कारणेन तत्र प्रथमं भवति किल समीचीनं तर्हि समीचीनं तत्र अतः परनिमित्तं किमपि नास्ति अतः तस्य कारणेन तत्र तस्य सूत्रस्य कार्यं प्रथमं भवति अतः तत्र झ स्थाने अन्त् इति आदेशः भवति झि स्थाने अन्ति इति भवति तदनन्तरम् अत्र सार्वधातुकप्रत्ययः अस्ति अतः तिंशित् सार्वधातुकम् इत्यनेन झि इति सार्वधातुकसंज्ञा प्राप्नोति यदा सार्वधातुकसंज्ञा प्राप्नोति कर्त्रार्थे तत्र सूत्रद्वयस्य प्रसक्तिः भवितुम् अर्हति एकं तु कर्तरि शप् अन्यत्र अन्तु स्वादिकने स्वादिकने अस्ति न एतत्तु स्वादिकने स्वादित्यः श्नु स्वादित्यः श्नु इति सूत्रेण तत्र श्नु इति भवितुम् अर्हति तत्र तु कर्तरि शप् इति उत्सर्गसूत्रमस्ति यतोहि तत्र गणस्य प्रसक्तिः नास्ति स्वादित्यश्नु इति स्वादिगणे एव भवति अतः तत् बलवत् भवति अपवादसूत्रमस्ति अतः चि अपि च अन्ति मध्ये चि अनन्तरं तत्र श्नु इति विकरणप्रत्ययः आगच्छति अतः चि योगः श्नु योगः अन्ति इति रूपं भवति तदनन्तरं इत्संज्ञा लशक्वतटिते इत्यनेन षकारः अपगच्छति नु एव अवतिष्यते अतः चि योगः नु योगः अन्ति इति भवति अत्र तु अधुना तु नु इति श्नु इति सार्वधातुकप्रत्यये अस्ति परन्तु अपित् अस्ति अतः तत्र सार्वधातुकम् अपित् इति सूत्रेण निध्वद् भवति अतः तत्र गुणकारि बहु समीचीनं तस्मात् पूर्वं कस्य प्रसक्तिः आसीत् तस्मात् पूर्वं चियोगः ओ अस्तु क्षम्यतां तत्र तु सूत्रत्रयमपि प्रसक्तिः भवति वा न भवितुमर्हति अहं वदामि भगिनि अत्र तु अजिष्णु धातु ब्रुवां युवोरियं युवौ इत्यस्य सूत्रस्य प्रसक्तिः अपि भवति सार्वधातुकमपि इत्यस्य प्रसक् हा सार्वधातुकमपि इति प्रसक्तिः अपि भवति अपि च हुष्णोः सार्वधातुके इति सूत्रस्य प्रसक्तिः अपि अस्ति यतोहि श्नु इति प्रत्ययः तत्र अस्ति समीचीनं तर्हि अङ्गकार्यम् इति कृत्वा भवती उक्तवती अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्य प्रसक्तिः अस्ति कुष्णोः सर्वदातिके इत्यस्य प्रसक्तिः अस्ति अन्यत् किम् अन्यत् तत्र तु इको एनचि अपि प्रसक्तिः अस्ति न तत्र अपि प्रसक्तिः अस्ति अपि च सार्वधातुकम् अपि इति संज्ञासूत्रमस्ति तत्र सार्वधातुकम् अपि इत्यनेन तत्र विधिकार्यं नास्ति परन्तु तत्र तु संज्ञा प्राप्नोति किल सार्वधातुकम् अपि इत्यस्य संज्ञा प्रत्ययः प्राप्नोति सार्वधातुकम् अपि इत्यनेन तत्र अपि इति प्रत्ययस्य निद्वद् भवति तत्र संज्ञा तत्र क्लेशः एव नास्ति तत्र इत्यनेन प्रत्ययः अपि भवति इति क्लेशः नास्ति तत्र एव प्राप्तिः अस्ति तत्र बलाबल तत्र आवश्यकं यतोहि त्रयः मध्ये एव सङ्घर्षः भवति तत्र इतोपि अस्ति तत्र त्रीणि उक्तवती भवती इकोयणी अजिष्णु धातु ब्रुवाम् अपि च हुष्णोः सारदात्तिके इतोपि तत्र सर्वसामान्यम् अङ्गकार्यं किम् कर्तरि शप् इति भवति न कर्तरि न किमस्ति न श्रुतवती अत्र अस्माकं करपत्रे किं सूत्रम् अस्माभिः पठितं यत् भवती न उक्तवती एकनिमिषं भगिनि किम् अस्ति द्वितीयसूत्रं तु द्वितीयसूत्रं लक्ष्मी भगिनी पुनः वदतु सार्वधातुकार्थधातुकयोः इति सूत्रं हा तदपि अस्ति परन्तु तत् सत्यं सत्यमपि अस्ति खलु हा तदपि अस्ति भगिनि तत्र तु सूत्राणि सन्ति तर्हि इदानीं क्रमेण चिन्तनीयं. वदतु, चत्वारि सूत्राणि प्रसक्तानि, कानि तानि? हा वदामि भगिनि. तत्र तु प्रथमं तु सार्वधातुक अर्थधातुकयोः इति प्रसक्तिः नास्ति, यतोहि अपित् अस्ति, अतः गुणकार्यं किम्? न, प्रसक्तिः नास्ति इति न वक्तुं शक्यते. सार्वधातुक अर्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, परन्तु कार्यं न भवति, यतोहि अपित् श्नु इति अपित् प्रत्ययः अस्ति, तेन कारणेन निद्वद् भवति, अतः सार्वधा गुणकार्यं न भवति. सम्यक्, केन सूत्रेण गुणकार्यं बाधितं? सार्वधातुकम् अपि इत्यनेन तत्र गुणकार्यं बाधितं भवति, यतोहि सार्वधातुकम् अपि इत्यनेन गुणकार्यं बाधितं नास्ति. नितिच इति सूत्रेण नित्वत् भवति, तेन कारणेन सार्वधातुकम् अपि इत्यनेन तत्र कार्यं न भवति. तदनन्तरं कस्मात् पूर्वं तत्र सर्वसामान्यसूत्रं किम् अस्ति? तत्र सर्वसामान्यसूत्रं तत्र तु कर्तृशप् इति तत्र तु प्रथमं भवति, तेन प्रभाज्य सर्वसामान्यसूत्रं खलु. वर्णकार्यम् अस्ति तत्र, वर्णात् वर्णात् अङ्गः बलीय, वर्णादङ्गं बलीय तत्र परिभाषा अस्ति न, वर्णात् अङ्गं बलिं क्षम्यतां, वर्णादङ्गं बलीयः इत्यनेन तत्र वर्णकार्यं प्रभाद्य अङ्गकार्यं बलवत् भवति, अतः इको एणचि इति सूत्रस्य कार्यमेव न भवति तत्र, अङ्गस्य कार्यम् एव, अङ्गस्य कानि सूत्राणि अस्ति तेन एव प्रसक्तिः अस्ति तत्र, अतः सार्वधातुकं सार्वधातुकार्थधातुकयोः इत्यस्य अपि च तत्र इको एणचि अपि च सार्वधातुकार्थधातुकयोः इति भवति वर्णादङ्गं बल्यः इति उक्तवती, परन्तु अन्यसम्बन्धः अस्ति वा तयोः? अन्यसम्बन्धः भवत्याः विवक्षा किम् अहं न अवगतवती भगिनि. इत्युक्ते तत्र बलाबलस्य चिन्तने तत्र पूर्वं परम् अन्तरङ्गम् इति तादृशं अस्ति वा? अस्तु, हा तदपि अस्ति. इको एनर्जि तु सामान्य षष्ठमाध्याये अस्ति, सार्वधातुक अर्थधातुकयोः इति अष्टमाध्याये अस्ति, परन्तु तत्र तु सार्वधातुक अर्थधातुकयोः अष्टमाध्याये नास्ति, सप्तमाध्याये अस्ति, क्षम्यता, तत्र तु सप्तमाध्यायस्य, अतः परसूत्रमस्ति, अतः परसूत्रस्य बलवत् भवति, परसूत्रस्य विप्रतिषेधे परं कार्यम् इत्यनेन सार्वधातुकार्थधातुकयोः इत्यस्य कार्यं प्रथमं भवितुम् अर्हति इको एणचि प्रभाद्य. अस्तु, अस्तु, तर्हि इको एणचि इति सर्वसामान्यसूत्रमस्ति, सार्वधातुकार्थधातुकयोः इति अङ्गस्य अधिकारे अस्ति, अङ्गकार्यम् अस्ति, अतः वर्णादङ्गं बलीयः इत्यनेन अपि तस्य बलम् अधिकं भवति, अपि च पश्यामः चेत् द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः अस्ति, परन्तु तत्र सार्वधातुकार्थधातुकयोः इति परसूत्रम् अस्ति, अतः परसूत्रस्य विप्रतिषेधे परं कार्यम् इत्यनेन अपि परसूत्रस्य परसूत्रं बलवत् भवति इति कृत्वा अपि तस्य कार्यं भवति. अस्तु, इदानीं तु अचिष्णु धातु ब्रुवां युवोरयङ्गौ इति सूत्रस्य कार्यं भवितुम् अर्हति वा इति पश्यामः चेत् तत्र सार्वधातुकार्थधातुकयोः इत्यस्य का गतिः इति किञ्चित् पुनः वदतु. तत्र तत्र तु सार्वधातुकार्थधातुकयोः इति न भवति, यतोहि अपित् तृतीयः अपित् अस्ति, अतः निद्वत् नीति च इति सूत्रेण निद्वत् भवति, तेन कारणेन सार्वधातुकम् अपि इत्यनेन तत्र एकक्षणम् अत्र तत्र यदा वयं वदामः तत्र स्पष्टतया वक्तव्यं, नीति च इति सूत्रेण निद्वत् भवति इति नास्ति. नीति च सूत्रेण तत्र तत्र प्रत्ययः अपित् अस्ति, अतः तत्र सार्वधातुकम् अपित् इति सूत्रेण प्रत्ययः अपित् अस्ति चेत् निद्वद् भवति, तर्हि निद्वद्भावं तु सार्वधातुकम् अपित् इत्यनेन भवति. सार्वधातुकमस्तुतया वक्तव्यं तद् इदानीं नीति च इति सूत्रेण किं भवति? नीति च इति सूत्रेण तत्र गुणकार्यं निषेधः भवति, तेन कारणेन गुणकार्यं निषेधः भवति, अतः तत्र प्रत्ययः नित् अस्ति इति कृत्वा गुणनिषेधः खलु. तर्हि इदानीं सार्वधातुकार्थधातुकयोः इस् औट् आफ् द पिक्चर्. तर्हि इदानीम् अग्रे किं किम् अस्ति? अग्रे तु अशिष्णु धातु ब्रुवां युवोरियङ्गौ इति सूत्रस्य कार्यं भवति वा इति पश्यामः चेत् तत्र तत्र तु श्नु प्रत्ययान्त अङ्गम् अस्ति, तत्र चिनु इति श्नु प्रत्ययान्त अङ्गम् अस्ति, अतः अस्य सूत्रस्य कार्यं भवितुम् अर्हति, परन्तु तत् सूत्रं प्रभात्य उष्णो उष्णुवोः सार्वधातुके इति सूत्रं परसूत्रं, हा परसूत्रम् अस्ति, अपि च उष्णुवोः सार्वधातुके इति सूत्रं अपवादसूत्रमस्ति, यतोहि तस्य सूत्रस्य कार्यं कुत्रापि न भवितुम् अर्हति, यदि अत्र न भवति चेत् कुत्रापि तत् तस्य कार्यं न भवति, अतः तत्र उष्णुवोः सार्वधातुके इति सूत्रम् अत्र कार्यं करोति, अपि च उस्थाने वा वकारः वकारः वा वा आदेशः भवति वा वकारः वा वा आदेशः वकारः वा भगिनि वकारः एव यण्यते क्षम्यतां यण्यते किल तत्र तु हा वकारः एव आदेशः भवति, अतः चिन् चिन्वु इति भवति, चिन्वु योगः अन्ति इति भवति, समीचीनं चिन्व वकारः चिन् ओ क्षम्यतां चिन्व उकारस्य स्थाने वकारः किल तत्र चिन्व चिन्व योगः अन्ति भवति, तत्र तु चिन्वन् चिन् चिन्व योगः अन्ति चिन्वन्ति इति भवति अन्तिमरूपं समीचीनं चिन्वन्ति इति रूपमस्ति, समीचीनम्। इदानीं अत्र गीताञ्जलिभगिनी पुनः वदतु तत्र चिनुयोगः अन्ति इति सन्दर्भे तत्र कानि सूत्राणि प्रसक्तानि, चियोगः चिनुयोगः अन्ति, अत्र एकं वक्तव्यम् अत्र किं जातम् इति चेत् किञ्चित् मिश्रणं जातं, वंशीभगिनी पश्यतु अत्र सर्वधातुकार्धधातुकयोः अतिष्णुधातु ब्रुवाम् इति सर्वं तत्र उक्तं, परन्तु प्रत्ययः कः इति वक्तव्यम्, किं कं प्रत्ययम् आश्रित्य किं कार्यम् इति वक्तव्यं प्रथमतया। क्षीयोगः नु इत्यत्र नु इति प्रत्ययम् आश्रित्य सार्वधातुकार्धधातुकयोः इति कार्यं क्षी इति अङ्गे भवितुमर्हति, तत्तु बाधितमस्ति किनिति च इति सूत्रेण, खलु? सत्यम्। इदानीं चिनु इति अङ्गमस्ति, चिनु इति अङ्गमस्ति, चिनु इति अङ्गे अपि पुनः तत्रापि सर्वधातुकार्धधातुकयोः इत्यस्य प्रसक्तिः अस्ति, पुनः तदपि बाधितमस्ति, इकोयणचि सर्वधातुकार्धधातुकयोः द्वयमपि बाधितमस्ति, तत्पश्चात् अचिष्णुधातु ब्रुवाम् अपि च उष्णुः सर्वधातुके अनयोः चिन्तनं, खलु? समीचीनं। तर्हि सर्वधातुकार्धधातुकयोः इति द्विवारम् अस्ति इति तत्र वक्तव्यं, समीचीनम्। अस्तु, इदानीं गीताञ्जलिभगिनी वदति वा तत्र चिनु योगः अन्ति इत्यत्र कानि सूत्राणि प्रसक्तानि? चिनु योगः अन्ति अत्र चिनु इति अङ्गम् अस्ति, इगन्तम् अङ्गम् अस्ति, अपि च पर प्रत्यय सार्वधातुक अस्ति, कर् सार्वधातुकार्धधातुकयोः इति सूत्रं प्रसक्ति, अपि च उष्णुः सार्वधातुके इति अपि प्रसक्ति भगिनी, इत्युक्ते निमित्तानि तु पूरितानि अत्र अपि अनेकाच अङ्गमस्ति, चि इ अपि उ अपि च असंयुक्त अक्षरापि अस्ति, अपि च अजन्तम् अङ्गम् अजन्तं प्रत्यय अस्ति परे उष्णुवोः सार्वधातुके अपि च सार्वधातुकार्धधातुकयोः अपि च हा इको यणचि तु पुनः प्रसक्तिः अपि चिनुयोगः अन्ति अपि च अचिष्णु धातु ध्रुवां युवो युवङ्गौ अपि इत्युक्ते चत्वारि सूत्राणि पुनः प्रसक्तानि अधुना चिनुयोगः अधुना अस्तु अधुना किं कुर्मः अन्ति तु तिप् अस्ति इत्युक्ते सार्वधातुकार्धधातुकयोः यदि वयं तत् स्वीकुर्मः गुण भवति उकारस्य स्थाने ओ भवति अन्तिपरे इत्युक्ते सार्वधातुकप्रत्यय अस्ति अपि च पित् अस्ति किन्तु तस्य कार्यं तत् सूत्रस्य कार्यं बृहत् अस्ति अपि च अङ्गकार्यम् अस्ति वर्णात् अङ्गं बलीयः इति सूत्रेण इति वार्तिकेण किम् इति वाक्यं भगिनि परिभाषा इति परिभाषा क्षम्यताम् इति परिभाषेण इको यणचि प्रबाद्य सार्वधातुकार्धधातुकयोः द्वयोः सूत्रयोः अन्तर्भूतः तु सार्वधातुकार्धधातुकयोः बलीयः अधुना किन्तु तस्य निमित्तम् इत्युक्ते इगन्तम् अङ्गम् अपि च अजन्तं नास्ति केवल सार्वधातुक चित् कर्तृत्वे अपि नास्ति द्वे अपि निमित्तम् अस्ति तत्र गुणकार्यस्य अचिष्णु धातु भ्रुवां युवो युवां सार्वधातुकार्धधातुकयोः इत्यस्य का गतिः इत्युक्ते गतिः इत्युक्ते प्रसक्तिः किन्तु करोति वा इत्युक्ते अन्यद्वयमपि सूत्रमस्ति सूत्रद्वयं प्रसक्ति न तत्र सारधातुकार्धधातुकयोः इति वर्णादङ्गं बलीयः इति कृत्वा सारधातुकार्धधातुकयोः इत्यस्य प्राप्तिः भवितुम् अर्हति इति भवत्या उक्तं परन्तु तत्र प्राप्तिः अस्ति वा प्राप्तिः किमर्थं नास्ति इति मन्ये भगिनी अन्य सूत्रद्वयं ये सः ते तु वयं न चर्चितवन्तः अधुना इत्युक्ते अचिष्णु धातु भ्रुवां युवो युवङ्गौ सूत्रं प्राप्तीकरोति वा तस्मात् पूर्वं भगिनी तत्र सार्वधातुकार्धधातुकयोः इत्यस्य प्राप्त्यर्थं प्रत्ययः कीदृशः भवेत् यदि प्राप्तिः भगिनी अपि अस्ति खलु चिनो अस्ति तदनन्तरम् ओ भवति तत्र ओ भवितुम् अर्हति परन्तु अन्ति इति प्रत्ययः कीदृशः अन्ति कीदृश इत्युक्ते सार्वधातुकप्रत्यय अस्ति अपि च अजन्तम् अस्ति तत्सर्वं समीचीनं परन्तु प्रत्ययः पित्वा अपित्वा इति चिन्तनीयं खलु हा पित्वत् अस्ति भगिनि किमर्थं तिप्तः आयाति चेत् पित्वत् अस्ति इत्युक्ते न अत्र पश्यतु मूलप्रत्ययः कः मूलप्रत्यय झि अस्ति तत्र पित्वम् अस्ति वा न झि तत्र तु नास्ति इत्युक्ते झि पित्वम् इत्युक्ते किम् इति चेत् पित्वम् इत्युक्ते किं तत्र कथं जानीमः पित्वम् अस्ति वा नास्ति वा मूले यः प्रत्ययः अस्ति यथा शप् तत्र पकार अस्ति तत्तु पित्वत् अस्ति इत्युक्ते पकारः इत् यस्य सः अस्ति सः पित् सः पित् झि इत्यत्र पित्वम् अस्ति वा झि पित् नास्ति पित् नास्ति अपित् अस्ति खलु अपित् अस्ति क्षम्यतां अपित् अस्ति चेत् अपित् अस्ति चेत् निति च सूत्रेण बाधितं गुणकार्यं न अपित् अस्ति चेत् निद्वत् भवति सारधातुकम् अपित् इत्यनेन निद्वत् भवति तत्पश्चात् निति च इति सूत्रेण गुणनिषेधः खलु क्षम्यतां भगिनि हा निद्वद् भवति निद्वद् भवति चेत् तु प्राप्तिः नास्ति सूत्रम् अतः सारधातुकार्धधातुकयोः इति बाधितम् अस्ति खलु आं भगिनि इदानीं वदतु इदानीं तत्र सूत्रद्वयं किम् अधुना अचिष्णु धातु भ्रुवां युवोर्युवङ्गौ अपि च हुष्णुवोः सार्वधातुके सूत्रद्वयम् अति अधुना वयं द्रष्टव्यम् अस्तु अचिष्णु धातु भ्रुवां युवोर्युवङ्गौ इति पूर्वसूत्रम् तत्र अचि परे इत्युक्ते निमित्तानि कानि अचि परे अपि च स्नु प्रत्ययान्तम् अङ्गम् अत्र अस्ति अन्यत्र लब्धावकाश अस्ति वा इति स्नु अस्ति चेत् अचि परे तु इति एव कार्यक्षेत्रं न भगिनि इत्युक्ते अन्यत्र तु नास्ति तत्र इति विषये अचिष्णुधातु ब्रुवां युवर्यङ्गौ इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा नास्ति किमर्थं नास्ति वा इत्युक्ते सूत्रस्य तु भिन्नानि अङ्गानि सन्ति अंशाः सन्ति भ्रू तस्य तु विषय अन्य अस्ति अपि च इकारान्तमङ्गम् उकारान्तमङ्गम् अत्र तु उकारान्तम् अस्ति इकारान्तं न इत्युक्ते सूत्रं तु प्रसक्ति इत्युक्ते अन्यत्र लब्धावकाश अस्ति किन्तु न स्नु प्रत्यान्तम् अङ्गम् इति दलस्य अवकाशः अस्ति वा इति दलस्य अवकाशः तु नास्ति इति मन्ये शक्नुवन्ति इदानीमेव कृतवन्तः हा शक्नु इत्युक्ते अन्यत्र अन्यधातोः विषये अन्यत्र अन्यत्र लब्धावकाशः इत्यस्य कः अर्थः अत्र कोऽपि वदतु किमपि अन्य किं देशस्य इत्युक्ते क्षेत्रस्य सूत्रस्य प्रसक्तिः वा न वा इति इत्युक्ते अत्र न इत्युक्ते अन्यत्र लब्धावकाशः इत्युक्ते अन्यत्र अस्य सूत्रस्य कार्यम् अस्ति वा यत्र हुष्णोः सारदातके इत्यस्य कार्यं नास्ति इदानीम् अस्माकं पुरतः सूत्रद्वयमस्ति खलु अतिष्णु धातु ब्रुवाम् अपि च हुष्णोः सार्वधातुके सूत्रद्वयमस्ति तर्हि एकस्य सूत्रस्य अन्यत्र लब्धावकाशः अस्ति वा नास्ति वा इति दर्शनार्थं किं पश्यामः इति चेत् तादृशस्थलम् एकम् अस्ति वा यत्र हुष्णोः सार्वधातुके इति सूत्रं कार्यं न करोति तादृशस्थलम् अस्ति वा उष्णुवोः सार्वधातुके तत्र निमित्तानि तु अनेकाच श्नु शक्नुयोगः अन्ति इत्यत्र उष्णोः सार्वधातुके इति कार्यं करोति वा न करोति किमर्थं तत्र तु संयुक्ताक्षर अस्ति तत्र शक्नु बहु समीचीनम् इति अस्ति अतः हुष्णोः सरदातिके इति सूत्रं शक्नुयोगः अन्ति इत्यत्र कार्यं न करोति किमर्थमिति चेत् उकारात् पूर्वं संयोगः अस्ति बहु समीचीनम् अस्ति इति कृत्वा तर्हि अचिष्णु धातु ब्रुवाम् इत्यस्य अन्यत्र लब्धावकाशः अस्ति खलु ओ अस्तु अन्यत्र लब्धावकाशः अस्ति इदानीं हुष्णोः सरदातिके इत्यस्य अन्यत्र लब्धावकाशः अस्ति वा न जानामि भगिनी किन्तु अत्र तु प्रसक्ति इत्युक्ते न जानामि इति नास्ति तत्र पश्यतु किमपि धातु भवति वा न वा तत्र संयुक्ताक्षर अपि अस्ति सर्वस्य न संयुक्ताक्षरम् अस्ति चेत् तस्य सूत्रस्य प्रसक्तिः एव नास्ति यत्र असंयोगपूर्वकः अस्ति एव तत्रैव कार्यं करोति बहु विशिष्टमस्ति इदं सूत्रं किन्तु पश्यतु अहं कथं जानीमः इत्युक्ते जानामि अन्य किमपि धातु असंयुक्ताक्षरस्य परे उकारस्य इत्युक्ते सर्वाणि निमित्तानि भवन्ति इत्युक्ते पश्यतु अत्र उष्णो सारोदात्तिके इत्यस्य पृथक्क्षेत्रं भवितुम् अर्हति वा इत्युक्ते यत्र यत्र उष्णो सारोदात्तिके इति कार्यं कर्तुम् आगच्छति तत्र अचिष्णु धातु ब्रुवम् इति अपि आगच्छति वा आगच्छति उत्तमम् आगच्छति खलु आगच्छति आगच्छति तर्हि आगच्छति चेत् तर्हि तस्य पृथक् कार्यक्षेत्रं कथं भवितुमर्हति इत्युक्ते तादृशस्थलम् अस्ति वा यत्र उष्णो सारोधातुके एव कार्यं करोति तत्र हजिष्णुधातु इत्यस्य प्रसक्तिः एव न भवति इति तादृशं स्थलं कुत्रापि नास्ति खलु कुत्रापि नास्ति सत्यं अतः यत्र यत्र उष्णोः सारोधातुके इति आगच्छति तत्र तत्र अचिष्णुधातु ब्रुवाम् इत्यपि आगच्छति इति कृत्वा उष्णोः सारोधातुके इति अत्र कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र कुत्रापि न भवति अवगतम् अतः तत्र इदानीम् अत्र कार्यं न करोति चेत् व्यर्थमेव भवति व्यर्थमेव जायते अचिष्णुधातु ब्रुवाम् इति किञ्चित् सामान्यमस्ति परन्तु हूष्णुः सरोदातिके इति इतोपि विशिष्टमस्ति संयोगपूर्व उकारः अनेकात् सर्वम् उक्तं खलु अतः यत्र यत्र हूष्णुः इति आगच्छति तत्र तत्र सर्वत्र सामान्यसूत्रम् अचिष्णुधातु ब्रुवाम् इत्यपि आगच्छति इति कृत्वा हुष्णुः सरोदातिके इत्यस्य अन्यत्र लब्धावकाशः नास्ति अतः अपवादसूत्रम् अवगतं खलु अवगतं मम मनसि भ्रमः जातः इत्युक्ते तु कानि कानि इत्युक्ते भिन्न धातवः सन्ति कथं जानीमः न तत्र धातव धातूनां विषये तत्र न चिन्तनीयम् इत्युक्ते तत्र क्षेत्रं कथम् अस्ति इत्युक्ते पृथक् क्षेत्रम् अस्ति वा नास्ति वा तत्र अन्यत् सूत्रं तत्र कार्यं कर्तुम् अर्हति वा नास्ति वा इति इदानीं भवत्याः पुरतः सूत्रद्वयम् अस्ति अचिष्णुधातु ब्रुवाम् अपि च उष्णुः सारोदात्तिके इत्युक्ते तादृशक्षेत्रम् अस्ति वा यत्र केवलं कुष्णुः सरदातिके एव कार्यं करोति इति तादृशक्षेत्रम् अस्ति वा इति चेत् तस्य उत्तरमस्ति न यतोहि यत्र यत्र इदं सूत्रं कार्यं कर्तुम् आगच्छति तत्र सर्वत्र अचिष्णुधातु ब्रुवाम् इत्यपि आगच्छति खलु आं भगिनि सत्यम् इति कृत्वा अन्ततः गत्वा कुष्णुः सरदातिके इत्यनेन अपवादबलेन तस्य कार्यं भवति यणादेशः भूत्वा चिन्वन्ति इति रूपं खलु सत्यं भगिनि चिन्वन्ति अस्तु धन्यवादः इदानीं शर्मिला भगिनि अत्र योगः वक्तुमिच्छति वा अहं शृणोमि भगिनि अस्तु अस्तु अस्तु लक्ष्मी भगिनी वदतु कृयोगः अन्ति भगिनि अन्तिम उदाहरणं कृयोगः अन्ति कृयोग अन्ति अस्ति तत्र प्रथमतया कृयोग जी इति भवति तत्रापि अन्तरङ्गम् इति कृत्वा प्रथमतया तस्य कार्यं प्रथमतया भवति अपरनिमित्तकम् इति कृत्वा अतः जी इत्यस्य झोन्तः इति सूत्रस्य आधारेण झकारस्य स्थाने अन्त आगच्छति अतः कृयोग अन्ति इति भवति इदानीं कर्तरि शप् इत्यनेन शप् विकर्णप्रत्ययः आयाति सार्वधातुकप्रत्ययः परे अस्ति कर्त्रार्थे अस्ति इति कृत्वा पुनः चिन्तनीयम् अत्र क्री किमस्ति तनादिक्रीभ्यः उः इति सूत्रम् आगच्छति अत्र अपवादरूपेण अतः शप् प्रभाद्य उ इति आगच्छति विकर्णप्रत्ययः अत्र कृ योग उ योग अन्ति इति रूपम् एतस्मिन् स्थितौ अत्र उ इति आर्थधातुकप्रत्ययः अस्ति अतः गुणकार्यस्य प्रसक्तिः अस्ति अतः सार्वधातुकार्थधातुकयोः इत्यनेन गुणकार्यं भवितुम् अर्हति. अत्र कृ इति धातुः च इगन्तम् अङ्गमस्ति अतः ऋकारस्य स्थाने अर् आदेशः भवति. अतः कर् योग उ योग अन्ति इति रूपं भवति. पुनः कर् योग उ करु इति भवति, करु योग अन्ति इति भवति, करु इति अङ्गम्. इदानीम् अत्र अन्ति इति प्रत्ययः अपित् अस्ति. एतस्मिन् स्थितौ सार्वधातुकार्थधातुकयोः इत्यस्य प्रसक्तिः अस्ति. इको यणचि इति अपि भवति. पुनः तावदेव इको यणचि ततः परं सार्वधातुकार्थधातुकयोः. अचिष्णु धातुभ्रुवम् अचिष्णु अचिष्णुधातुभ्रुव न भवति यतोहि अत्र श्नु इति प्रत्ययान्ताङ्गं नास्ति, उकारान्तधातुः अपि नास्ति, अतः अचिष्णुधातुभ्रुव न आगच्छति. श्नु सार्वधातुके तदपि न आगच्छति. तत्रापि श्नु हु इति धातुः नास्ति, श्नु प्रत्ययान्तम् अङ्गमपि नास्ति, अतः उष्णोः सार्वधातुके अपि न आगच्छति. केवलम् इको यणचि सार्वधातुकार्थधातुकयोः इति सूत्रम् आगच्छति. अत्र पुनः इको यणचि इति अत्र इतोपि एकं विशिष्टं सूत्रमस्ति. सूत्रमस्ति अत्र उत् सार्वधातुके इति, किन्तु तत्तु स्थलं भिन्नः अस्ति खलु भगिनि? हा, तस्य कार्यं किम् इति प्रथमं वदतु. अत्र उत् सार्वधातुके सूत्रार्थः कः? अत्र उत् सार्वधातुके इति सूत्रस्य अर्थः कृ इति धातौ यत्र अङ्गं करु इति अस्ति तत्र अकारस्य स्थाने उकारादेशः भवति सार्वधातुके परे इति अर्थः. एतत् सूत्रं केवलं कृ इति धातौ एव सम्भवति. निमित्तं किं सूत्रस्य? सार्वधातुके परे इति अपित् सार्वधातुके परे अपित् प्रत्यये परे इति अर्थः फलितार्थः. तर्हि करु योगः अन्ति इत्यत्र अतौ सार्वधातुके इत्यस्य कार्यमस्ति वा? हा, करु इत्यस्मिन् ककारोत्तरवर्ति अकारस्य स्थाने उकारः भवति अतः कुरु इति भवति. अतौ सार्वधातुके इत्यस्य कृते क्लेशः एव नास्ति खलु, सङ्घर्षः नास्ति तत्र? सङ्घर्षः नास्ति इति एव ममापि चिन्तनं. तर्हि तत्र कार्यं भवति, अतौ सार्वधातुके इत्यस्य कार्यं भवति. तर्हि किं भवति इदानीं? कुरु योग अन्ति इति स्थितिः भवति. अन्ति इति प्रत्ययः अपित् प्रत्ययः अस्ति इति कृत्वा अथ उत् सार्वधातुके इत्यनेन अत् स्थाने उत् आदेशः भवति. करु इति अङ्गस्य ककार उत्तरवर्ति अकारस्य उकारादेशः भवति अतः कुरु योगः अन्ति. इदानीं किं भवति? इदानीम् इको यणचि पुनः सार्वधातुकार्थधातुकयोः इति सूत्रस्य प्रसक्तिः अस्तः. अत्र गुणकार्यं न सम्भवति, केवलम् इको यणचि इति एव भवति. सम्भवति कुर्वन्ति इति रूपं भवति, तत्र उकारस्य स्थाने वकारादेशः भवति अतः भवतु. परन्तु सार्वधातुकार्थधातुकयोः इति तत्र कीदृशकार्यं? तत्र अपित् प्रत्ययः इति कृत्वा अपित् प्रत्ययः अस्ति, सार्वधातुकम् अपित् इति अतिदेशसूत्रम् आगच्छति, ङिति च इत्यनेन गुणस्य निषेधः अपि भवति, अतः अत्र गुणकार्यं न सम्भवति. अतः इको यणचि इति अग्रिमसूत्रं प्रति गच्छति. तत्र उकारस्य स्थाने वकारादेशः भूत्वा कर्व योग अन्ति, क्षम्यता, कुर्व योग अन्ति, कुर्वन्ति इति रूप अन्तिमरूपं प्राप्यते. बहु समीचीनम्. अस्तु, तर्हि अत्र प्रथमतया करुयोगः अन्ति इत्यत्र अत उत्सर्वधातुके इत्यनेन कुरुयोगः अन्ति, कुरुयोगः अन्ति इत्यत्र सर्वधातुक अर्धधातुकयोः इत्यस्य यद्यपि प्रसक्तिः अस्ति तथापि प्राप्तिः नास्ति यतोहि बाधितमस्ति किनिति च इति सूत्रेण बाधितमस्ति यतोहि अन्ति इति प्रत्ययः अपित् अस्ति. तर्हि अन्ततो गत्वा इको एणचि इति एकमेव सूत्रमस्ति, तस्य कार्यं तु जायते, अतः कुर्वन्ति इति रूपं निष्पन्नम्. अतः अस्तु, समीचीनं, बहु समीचीनम्. अत्र एतावता कोऽपि प्रश्नः अस्ति वा? चिन्तनं जातम् इति भावयामि. भगिनी, मम एकः प्रश्नः अस्ति. यत्र अचिष्णुधातुपूर्वं ततपरं हुष्णोः सार्वधातुक इति इत्यस्य बलाबलचिन्तनसमये अचिष्णुधातुपूर्वं हुष्णोः सार्वधातुक इति उपवादबलेन बलवत् भवति इति उक्तं खलु. अत्र हुष्णोः सार्वधातुक इत्यस्य परनिमित्तकं सार्वधातुकम् इति अस्ति, सार्वधातुके परे इति अस्ति. अचिष्णुधातुपूर्वम् इत्यस्य अजादिप्रत्ययः, अजादिप्रत्ययः अपि तजातिप्रत्ययः इति अस्ति. तत्र क्लेशः भवति वा? यतोहि अत्र अजादिप्रत्ययः इत्युक्ते कीदृशप्रत्ययः? तत्र अजादिप्रत्ययः अजादि यः कोऽपि भवितुम् अर्हति खलु, सार्वधातुकमपि भवितुम् अर्हति, तस्य कार्यक्षेत्रं बहु बृहत् अस्ति. अतः अचिष्णुधातुभ्रुवाम् इत्यस्य कार्यक्षेत्रं बहु बृहत् अस्ति, अतः अजादिप्रत्ययः सार्वधातुकः अर्धधातुकः यः कोऽपि प्रत्ययः भवतु तस्य कार्यं भवितुम् अर्हति. परन्तु हूष्णुः सार्वधातुके इत्यत्र केवलम् अजादि सार्वधातुके प्रत्यये परे, अतः इतोपि सीमितम् अस्ति, अतः अपवादः इति दृश्यते. अवगतं भगिनि. समीचीनम्. इदानीम् अन्तिमपरिच्छेदम् एकमस्ति, तत् पठित्वा समापयामः. तत्र विजयलक्ष्मी भगिनी पठति वा? किं प्रश्नः वा? अन्ते सार्वधातुकलकारेषु पित्सु गुणः अपित्सु गुणनिषेधः, तत् एकवारं पठित्वा समापयामः. सार्वधातुकलकारेषु पित्सु गुणः अपित्सु गुणनिषेधः इति अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसम्यकाः, तेषु ये पित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपित् सन्ति, नाम ये पित् न सन्ति, तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति पित् अपि अस्ति तस्य एव द्वारा गुणकार्यं सिद्ध्यति. विकरणप्रत्ययेषु कः प्रत्ययः षित् अपि पित् अपि अस्ति? केवलं शप्, श्यन्, श्नु, श, श्नम्, श्ना च षित् सन्ति किन्तु अपित् सन्ति, अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धम्. तर्हि शप् कुत्र लभ्यते? केवलं भ्वादिगणे, चुरादिगणे च. धातुः अङ्गं मनसि निधाय अङ्गकार्ये गुणः सम्भवति केवलं भ्वादिगणे, चुरादिगणे च. भ्वादिगणे यत्र धातुः इगुपदः वा इगन्तः वा तत्र अङ्गे गुणकार्यं भवति. चुरादिगणे अपि शपः गुणकार्यं भवति किन्तु क्रमः किञ्चित् भिन्नः, यतः शप् इत्यस्मात् पूर्वं निच् भवति. निचि अनुबन्धलोपं कृत्वा इ इत्येव अवशिष्यते. तत्र शपः आगमनेन तस्य इकारस्य गुणः भवति एव. अत्र प्रश्नः उदेति, इको यणचि इति सूत्रं यदा बाधितं भवति सार्वधातुक आर्धधातुकयोः इत्यनेन तदा एकवारं यदा गुणनिषेधो भवति निति च इति सूत्रेण, तत्पश्चात् पुनः इको यणचि इत्यस्य प्राप्तिः कथं वा स्यात्? अत्र परिभाषाद्वयस्य प्रसङ्गे चिन्तनं कुर्यात्. पुनः प्रसङ्गविज्ञानात् सिद्धं सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव च इति अष्टाध्यायीसूत्राणां बलाबलस्य परिचयः. अत्र सार्वधातुक प्रत्ययेषु षित् अथवा अनन्तरं पित् इति इत् सम्यकः द्वौ अपि भवितुम् अर्हन्ति. तत्र षित् इति षित् अपि पित् अपि भवति चेत् अङ्गस्य गुणकार्यम् इगन्त अङ्गस्य उपधायां यदि इक् अस्ति तदा गुणकार्यस्य प्रसक्तिः अस्ति. अत्र अस्माकं कृते षित् प्रत्ययः तु केवलं भ्वादिगणे अनन्तरं चिरादिगणे एव षित् अपि पित् अपि द्वयोः द्रष्टुं शक्नुमः. अन्येषु गणेषु षित् तु अस्ति यथा शन् श्नु श श्नम् श्ना एतेषु षित् तु भवत्येव परन्तु पित् नास्ति. अतः पित् नास्ति इति कृत्वा सार्वधातुकम् अपित् इति सूत्रेण कित् इत्यस्य गुणः आरोप्यन्ते. अनन्तरं मिति च इति सूत्रेण गुणस्य बाधा भवति. अतः यदा वयम् अङ्गकार्यं कुर्मः तदा केवलं प्रथमः गणः अनन्तरम् अन्तिमः गणः गणयोः एव अङ्गस्य गुणकार्यं भवति इति पूर्वमेव ज्ञात्वा एव कर्तुं शक्नुमः. अनन्तरम् अष्टमगणस्य विषये किमपि न उक्तम् अत्र भगिनि. उ इति अर्धधातुकप्रत्ययस्यापि गुणकार्यं भवितुम् अर्हति खलु? अर्धधातुकप्रत्ययस्य गुणकार्यं भवितुम् अर्हति परन्तु तत्र पित्तपित् इति वार्ता अस्ति वा? हा नास्ति इति कृत्वा तादृशी अत्र न उक्तम्. अस्तु. अनन्तरं प्रथमगणे भुआदिगणे इगन्त अङ्गम् अन्ते भवति चेत् गुणकार्यं भवति, उपधायां भवति चेदपि इगन्तलघु उपधस्य च इति सूत्रेण गुणकार्यं भवति. परन्तु अन्तिमगणे चुरादिगणे तत्र णिच् इत्यस्य कार्यं पूर्वं कृत्वा धातु नूतनधातु निष्पद्यते, तत्र इकारमेव अन्ते भवति इति कृत्वा गुणः तु सर्वदा एव सम्भवति. एतदपि मनसि निधाय कार्यं करणीयम्. अनन्तरम् अन्तिम परिच्छेदे इको यणचि इति सूत्रं यदा बाधितं भवति सार्वधातुक अर्धधातुकयोः इत्यनेन तदा एकवारं यदा गुणनिषेधो भवति निति च तत्पश्चात् पुनः इको एनचि इत्यस्य प्राप्तिः कथं वा स्यात्? हा किमर्थं न भवति भगिनि? एकस्मिन् स्थले एव अन्येकवारं तद् सेम् सूत्रं न आयाति वा? हा इति तत्र महान् प्रपञ्चः अस्ति, अत्र बहु चर्चा अस्ति. अत्र गुरुयोगः अन्ति इत्यत्र इको एनचि अपि च सर्वधातुक अर्धधातुकयोः द्वयोः अपि प्रसक्तिः आसीत् खलु? तर्हि इको एनचि इति सूत्रं वर्णकार्यं तत्पश्चात् तस्य परसूत्रमस्ति सार्वधातुक अर्धधातुकयोः इति कृत्वा तस्य एव कार्यं स्यात् इति कृत्वा वयम् इको एनचि इति सूत्रं तदानीं बाधितं भवति. तदा तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रम् आगच्छति कार्यं कर्तुं. तदानीं वयं वदामः प्रत्ययः अपित् अस्ति अतः निद्वत् अस्ति, सार्वधातुकम् अपित् इत्यनेन निद्वत् अस्ति, किमिति चेत्यनेन गुणनिषेधः अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यस्यापि कार्यं न भवति. तर्हि अत्र प्रश्नः अस्ति, एकवारं बाधितमस्ति खलु सार्वधातुक अर्धधातुकयोः इत्यनेन इकोयणचि इति सूत्रं बाधितं, तर्हि पुनः तस्य प्राप्तिः कथं वा भवितुम् अर्हति इति प्रश्नः. तत्र परिभाषाद्वयम् उक्तमस्ति, पुनः प्रसङ्गविज्ञात् विज्ञानात् सिद्धम् इति एकमस्ति, सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितम् एव इति अन्यत् अस्ति. अत्र द्वयमपि परस्परं विरुद्धमस्ति. अत्र किञ्चिदेव वदामि. अत्र उदाहरणानि सन्ति. तत्र उदाहरणेषु बहूनि सूत्राणि सन्ति, नूतनसूत्राणि यद् अस्माभिः न एतावता न पठितानि इति कृत्वा तत्र अस्य प्रसङ्गे कदाचित् अग्रे पश्यामः. परन्तु तत्र सरलरीत्या किञ्चिदेव वदामि. पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषा किं वदति इति चेत्, पुनः यदा प्रसङ्गः अस्ति तदानीं तत्र तस्य सिद्धत्वं भवति एव. तत्र एकोयचि इति यद्यपि बाधितमस्ति एकवारं, तदानीं तत्र सारधातुकार्धधातुकयोः इति सूत्रं यदा किमिति च इति सूत्रेण बाधितं भवति, तदानीं पुनः इको एणचि इत्यस्य प्रसङ्गः अस्ति चेत् तस्य प्राप्तिः भवति एव. अतः एव तत्र कुर्वन्ति इति रूपं निष्पद्यते. नो चेत् कुर्वन्ति इति रूपमेव न प्राप्तुं शक्नुमः. यतोहि इको एणचि इति बाधितम् इति वदामः चेत् तत्र कुर्वन्ति इति रूपं न सिद्ध्यति. तदर्थं तत्र पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषया कुर्वन्ति इति रूपं वयं प्राप्तुं शक्नुमः. परन्तु सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इति परिभाषा किं वदति इति चेत्, तत्तु विपरीतमस्ति. तद्वदति एकवारं बाधितं चेत् बाधितम् एव इति वदति. किमर्थम् इति चेत् तत्र स्त्रीयोगः आम् प्रसङ्गे, स्त्रीयोगः आम् इति प्रसङ्गे अस्माभिः चर्चितं. तत्र त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रेण स्त्रीस्थाने तिसृ आदेशः भवितुमर्हति. नो चेत् त्रयस्त्रयः इति सूत्रेण स्त्रीस्थाने त्रयादेशः भवितुमर्हति इति उक्तम्. तत्र अनयोः सूत्रयोः मध्ये त्रिचतुरो स्त्रियां तिसृ चतसृ इति सूत्रं परसूत्रम् अस्ति इति कृत्वा परत्वात् तस्य कार्यं भवति इति उक्तम्. तर्हि तत्र त्रिस्थाने तिसृ आदेशः भूत्वा अन्यत् कार्यं सर्वं भूत्वा तिसृणाम् इति रूपं सिद्ध्यति. तस्मिन् प्रसङ्गे यदा तिसृ इति आदेशः भवति त्रिस्थाने, तिसृयोगः आम् इति सन्दर्भे तिसृ इति आदेशः जातः, इदानीमपि तत्र स्थानिवद्भावेन इदानीमपि तत्र त्रि इति एव अस्ति खलु, अतः इदानीं पुनः त्रय इति आदेशः भवितुम् अर्हति वा? एकवारं बाधितं खलु, पुनः तस्य प्रसङ्गः अस्ति इति कृत्वा तत्र पुनः त्रय त्रि इति आदेशः, क्षम्यतां, त्रय इति आदेशः भवितुम् अर्हति खलु इति तथा वयं चिन्तयामः चेत्, तर्हि तत्र तिसृणाम् इति रूपं, तिसृणाम् इति रूपं कदाचित् न प्राप्यते एव खलु. यदा पुनः त्रयादेशः भवति तर्हि तिसृणाम् इत्यस्य आदेश प्राप्तिः एव न भवति. तदर्थम् अत्र परिभाषा अस्ति सकृद्गतौ एकवारं बाधितं चेत् तत्र बाधितमेव, पुनः तस्य प्राप्तिः न भवति एव इति. तद् विपरीतमस्ति. अतः कुत्रचित् पुनः प्रसङ्गविज्ञानात् विज्ञानात् सिद्धम् इत्यनेन रूपसिद्धिः भवति, कुत्रचित् सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव इत्यनेन तत्र रूपसिद्धिः भवति. तर्हि अन्ततो गत्वा किम् इति चेत्, रूपसाधनार्थं लोके यद् रूपम् अस्ति तत् प्राप्तुं कथञ्चित् वयं कुर्मः. तत्र मार्गः कः इति चेत्, परिभाषाद्वयमस्ति, यत्र यस्य प्रसक्तिः तस्य तत् तस्य कार्यं तत् इति उक्त्वा तत्र समापयामि. अत्र बलाबलस्य चिन्तनं किमपि नास्ति वा? नवत्रिंशत् चत्वारिंशत्तमे परिभाषे अनयोः बलाबलस्य चिन्तनं तादृशं किमपि नास्ति. यतोहि बलाबलस्य चिन्तनं कुर्मः चेत् भ्रमः एव भवति, कुर्वन्ति इति रूपमेव. इदानीमेव भ्रमिताः वयं तु. अतः तत् महान् प्रपञ्चः अस्ति. तत्र बहूनि सूत्राणि सन्ति, अग्रे गत्वा कदाचित् पठिष्यामः. अतः एव अत्र अधिकं न उक्तम्. तत्र परिभाषा केवलं परिभाषा उक्त्वा समापितम्. अत्र मया किञ्चित् इतोपि किञ्चित् उपरि उक्तं. द्वयमपि परस्परं विरुद्धम् अस्ति. तत्र अस्माकं रूपसाधनार्थं तत्र कथञ्चित् तर्कः वक्तव्यः, तदर्थम् अत्र उक्तमस्ति. एकत्र प्रसङ्गविज्ञानात् सिद्धम् इत्यनेन एकवारं बाधितं चेदपि पुनः तस्य कार्यं भवितुम् अर्हति, अन्यत्र एकवारं बाधितं चेत् बाधितमेव, पुनः तस्य कार्यं न भवति इति कृत्वा अस्माकं प्रसङ्गानुसारं वयं स्वीकुर्मः. अस्तु वा भगिनी? तत्र इत्युक्ते पुनः प्रसक्ति वा न वा प्रश्न तदेव उदेति यदा सर्कम्स्टान्सेस् चेञ्ज् न भगिनि? इत्युक्ते अस्माकं व्याकरणशास्त्रस्य लक्ष्यं किम्? लोके यद् रूपम् अस्ति साधुरूपसाधनार्थमेव व्याकरणशास्त्रं खलु. तर्हि तादृशसाधुरूपस्य साधनार्थं मार्गः तत्र तर्कः कथञ्चित् वक्तव्यः इति चेत् तत्र एकत्र प्रसङ्गविज्ञानात् सिद्धम् इत्युक्तम् अन्यत्र सकृद्गतौ इति उक्तं तर्हि अस्माकं प्रसङ्गानुगुणं वयं स्वीकुर्मः अस्तु प्रश्नः अस्ति वा किञ्चित् अवगतं हा तत्र अधिकं तत्र अतः एव तत्र अधिकं न उक्तम् अत्र अधिकं न उक्तम् अतः एव अहं किं वदामि इति चेत् अग्रे गत्वा कदाचित् तस्य दीर्घरीत्या वयं द्रष्टुं शक्नुमः अत्र किं कुर्वन्ति इति स्थले तु पुनः प्रसङ्गविज्ञानात् सिद्धम् इति परिभाषायाः बलेन यद्यपि इकोयणचि इति एकवारं बाधितमस्ति तथापि तस्य पुनः प्रसङ्गः अस्ति इति कृत्वा तस्य कार्यं भवति एव इति कृत्वा यणादेशं कृत्वा इकोयणचि इत्यनेन कुर्वन्ति इति रूपं सिद्ध्यति इति सारांशः उत्तममस्ति भगिनि धन्यवादः अग्रिमे सप्ताहे किं भवति किं भविष्यति इति चेत् अस्मिन् अध्याये तु इतोपि किमपि नास्ति खलु तत्र बलबलस्य चिन्तनं जातम् इदानीं ततः अग्रे अस्माभिः अत्र अग्रे तत्र यत्किमपि अस्ति तत् नास्ति इदानीं तत्र सारधातुकप्रकरणम् अदन्तम् अङ्गम् इति आरभ्यते तत्र अङ्गस्य विषये चिन्तनं कुर्मः अनन्तरं तिङ्ग् प्रत्ययानां सिद्धिः 05 इति आरभ्य अस्तु शतकक्षानन्तरं परिचयः समाप्तः अस्माकं गतिः मन्दगतिः खलु अतः एव अहमपि प्रष्टुमिच्छामि इतोपि शीघ्ररीत्या गन्तुम् इच्छन्ति वा भवन्तः न भगिनि समीचीनमस्ति शीघ्रगत्या गन्तुम् इच्छन्ति चेत् तर्हि गृहपाठरूपेण करपत्रं पठित्वा आगच्छन्तु अत्र वर्गे चर्चां कृत्वा अग्रे गच्छेम भगिनी परन्तु किञ्चित् पठित्वा आगच्छामः चेत् किञ्चित् गमनमपि सम्यक् भवेत् तत्तु अस्ति एव तत्तु सर्वदा अस्ति एव पठित्वा आगच्छन्ति चेत् अवगमनं बहु सम्यक् भवति परन्तु तत्र भवन्तः चिन्तयन्ति तत्र गतिः मन्दमस्ति गतिः सम्यक् एव सम्यक् अस्ति खलु अत्र न अत्र अस्माभिः बहु किमपि चर्चितं खलु एतावता अस्माकं वर्गः तु वर्गे तत्र सप्ताहे एकवारमेव अस्ति आं खलु अतः मन्दमेव अस्ति गतिः किं कर्तुं शक्यते समीचीनं भगिनि मन्दम् इति तु न वक्तुं शक्यते अस्माकं बुद्धिः अपि अतिमन्दं न तथा नास्ति बुद्धिः मन्दम् इति नास्ति अस्माकं पार्श्वे समयः नास्ति इति वक्तव्यं बहु किमपि अस्ति अस्माकं शेड्यूल् मध्ये तन्मध्ये व्याकरणमपि वयं स्थापयामः समयः नास्ति अतः एतदेव कर्तुं शक्यते नो चेत् तत्र मातुः क्रमे तु एतत् सर्वं तत्र एकस्मिन् सप्ताहे एव समाप्यते सत्यं तत्तु सत्यम् अहं गच्छामि तत्र अहं गतवती एकमेव सप्ताहे एव सर्वं समाप्यते एकमेव वर्गे भगिनी तत् एतत् शीघ्रं कुर्मः चेत् तत् मनसि न तिष्ठति भगिनि तत्र किं कथं तिष्ठति न जानामि इदानीं किं वक्तुं वदनीयम् इदानीम् अतिष्ठत् किम् न इदानीं पश्यन्तु इदानीं यद्यपि सर्वं मनसि नास्ति तथापि तत्र स्मरणं भवति खलु मया पठितं कुत्र गन्तव्यं कुत्र द्रष्टुं शक्नोमि इति तादृशस्मरणम् अस्ति खलु तदस्ति खलु तावदेव तत्र तर्हि तत्र गन्तुं वयं शक्नुमः द्रष्टुं शक्नुमः इत्युक्ते तत्र सम्पूर्णतया अपरिचितम् इति नास्ति खलु सत्यं न भगिनी अग्रिमे सप्ताहे सार्वधातुकप्रकरणस्य कृते कस्य पाठस्य किञ्चित् किं करणीयम् अभ्यासं कृत्वा आगन्तव्यं सर्वं पुनः पठामः, तत्र अङ्गमिति विषयः अस्ति, तत्र सर्वं पठामः, पुनः अभ्यासस्य आवश्यकता नास्ति। ओ पाठे एव सर्वं भवति, पाठे एव सर्वं भवति, तत्र किं स्मर्तव्यम् इति चेत् बलाबलस्य चिन्तनं सर्वदा स्मर्तव्यं तावदेव, नो चेत् अस्माकं बलं क्षीणं भवति। तत्र वर्गे पुनः चर्चयामः, पुनः चिन्तनं कुर्मः। आं भगिनि, बलं क्षीणम् इति किमपि नास्ति, परन्तु पुनः चर्चां कुर्मः। सत्यं, नो चेत् स्मारयति, कोऽपि स्मारयति अस्माकं वर्गे, तदेव अस्माकं बलं, तदेव अस्माकं, तत्र कश्चन अस्ति स्मारणार्थं, सः स्मारयति। परन्तु एतत् एतत् करपत्रं तु बहु सम्यक् अस्ति भगिनि, तर्कः बहु सम्यक् अस्ति। आदौ वाक्यद्वयमपि वक्तुं न शक्यते, किं वक्तुं न शक्तवती, इदानीं किञ्चित् किञ्चित् संस्कृते वदामि खलु, सत्यं, तदपि एकवारे एकवारं निमित्तं स्वीकृत्य पाठयति चेत् तत्तु न भवति, तत्तु न भवति, लाभः अस्ति, अत्र मनसि कोऽपि ज्ञानं दृढं भवति, अपि च तत्र बलाबलस्य चिन्तने अस्माभिः बहु किमपि सम्यक्तया चर्चितम्। आं बहु विस्तारेण उक्तवती, मम दृष्ट्या तु तत्र बहु स्पष्टम् इदानीं, तत्र मम कृते अपि इतोपि बहु स्पष्टम् अभवत् पाठने। भवती पाठयति तदा भवत्याः अपि लाभः भवति वा भगिनी? अस्ति अस्ति एव लाभः अस्ति एव, पुनस्मरणं तु जायते, मम चिन्तनमपि इतोपि जायते पाठनेन एव, तत्र महान् लाभः। इदानीं लक्ष्मी भगिनी पश्यतु बहु समीचीनं करोति, पाठयति इदानीं बहु सम्यक् करोति। का लक्ष्मी भगिनी? अस्माकं गणे या लक्ष्मी अस्ति सा जयलक्ष्मी भगिनी, जयलक्ष्मी भगिनी, सा लक्ष्मी मन्दारी इति सा एव वा? सा भिन्ना। हा अस्तु अस्तु, धन्यवादः। इदानीं लक्ष्मी पाठयति वा? लक्ष्मी भगिनी पाठयति, उत्तमरीत्या पाठयति, व्याकरणं पाठयति, इदानीं तत् भगिन्याः ज्ञानं बहु वर्धितं, मया ज्ञातुं शक्यते। भगिनी तु मध्ये एव आगतवती अस्माकं वर्गे, मध्ये आगतवती, इदानीं तत् किम् अत्र बुधवासरस्य प्रगतवर्गे मध्ये आगतवती, मध्ये आगत्य सर्वं स्वीकृतवती, इदानीं पाठयति बहु समीचीनं, बहु सम्यक्। आम् आम्, तत्तु सत्यम्, उत्तमा छात्रा, उत्तमा छात्रा, उत्तमा शिक्षिका अपि, सर्वे आम् सत्यं, तदपि अस्ति। टीचर्स् डे ग्रीटिङ्ग्स्। सर्वेभ्यः शुभ गणेश चतुर्थी। ओ धन्यवादः।